महालक्ष्मी अस्ति वा? महालक्ष्मी, सन्ध्या भगिनी, अन्तलक्ष्मी, आरम्भश्लोकं वदतु कृपया. सर्वेभ्यः नमस्कारः. अद्यतनव्याकरणविषये सुस्वागतम्. नमस्कारः मा, धन्यवादः. येन अक्षरसमान्वाय स अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं. श्रीगुरुभ्यो नमः. हरि ओम्. अस्तु, धन्यवादः. गतवर्गे वयं दृष्टवन्तः सार्वधातुक आर्धधातुकयोः अनन्तरं पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः भेदः किम् इति. अत्र सार्वधातुक आर्धधातुकयोः इक् इति अस्ति, परन्तु अत्र इक् दीर्घमस्ति वा ह्रस्वम् अस्ति वा इति अत्र न सूचितवन्तः. अनन्तरम् अत्र इदानीं पुगन्तलघुपदस्य च इत्यनेन अत्र सूचितं लघु इक् अस्ति चेत् एव अत्र कार्यं करोति इति. इदानीम् अत्र प्रसिद्धसूत्रं सर्वे सावधानतया शृण्वन्तु. निति च मया बहुवारम् उक्तं, निति च इति सूत्रं किं वदति चेत् अत्र वृद्धिः वा गुणः वा न भवति इति. एतदेव निति च इति सूत्रम् मनसि स्थापयतु. सार्वधातुकमपि न भवति, पुगन्तलघुपदस्य अपि न भवति. केन सूत्रेण? निति च. एतत्तु निषेधकसूत्रम्, अतः एतत्तु बहु प्रसिद्धसूत्रम्. अन्तलक्ष्मी, निति च इति सूत्रं बहु प्रसिद्धसूत्रमस्ति, भवती एव पठतु. यः प्रत्ययः गित् गित् कित् अथवा ङित् अचि अस्ति अपि च तं न दृश्यते, तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृत्तिः भवति स्म. गुणः वृत्तिः न भवति. इग् इच् इक् इच् च ङ च इङ् च तेषाम् इतरेतर स्वरद्वन्द्वः क्वङ् क्वङ् इत् यस्य सः तिङ् तिङ्त् तस्मिन् परे तिङ्क्ति तिङ्क्ति द्वन्द्वगर्भबहुव्रीः समासः. अत्र इक् स्थाने ककारः खरी च इत्यनेन चत्वसन्धिः क्विङ् क्विङ्क्ति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोपः अधि आर्थधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रं विङ्टि च इक इकः गुणवृत्ति न. एतत्तु बहु प्रसिद्धसूत्रमस्ति. णिति च इत्यनेन एव गुणः वा वृद्धिः वा निषेधः. प्रश्नः उदेति चेत् अत्र केन सूत्रेण गुणः वा वृद्धिः वा न भवति, किम् अत्र निषेधसूत्रम् इति प्रश्नः उदेति चेत् अत्र वक्तव्य णिति च इति सूत्रेण णिति च इति सूत्रेण एव अत्र निषेधकसूत्रमस्ति. सार्वधातुकार्धधातुकयोः गुणः भवति वा वृद्धिः भवति वा अथ उपादायाम् इति अस्ति, अनन्तरम् अत्र अचोन्निति इति अस्ति, अत्र एतत् वृद्धिकार्यं भवति, एतत् सर्वदा अत्र निषेधकं भवति. केन सूत्रेण इत्युक्ते णिति च इत्यनेन एव अत्र इदानीं अत्र इग् अस्ति, तत् स्थाने एव अत्र गित् अस्ति, गित् स्थाने गकारस्य स्थाने अत्र अन्तिमवर्णः ञकारः भूत्वा णिति च इति भवति. अनन्तरम् अत्र इको गुणवृद्धिः इति अस्मात् पूर्णतया अनुवृत्तिः, एतदेव इको गुणवृद्धिः. एतत् बहु एतदपि बहु प्रसिद्धसूत्रमस्ति. सार्वधातुक आर्धधातुकयोः स्थानम् अत्र न उक्तम्, सार्वधातुक आर्धधातुकयोः एव अत्र गुणः भवति इति. सार्वधातुकमस्ति वा अर्धधातुकमस्ति वा गुणः भवति तत्र दत्तं, परन्तु अत्र किं करणीयं, कार्यं किं, निमित्तं किम् इति न उक्तं, मनसि स्थापयतु. परन्तु इकः गुणवृद्धि इति सूत्रेण इकः स्थाने एव गुणः वा वृद्धिः वा भवति इति तत् एतत् सूत्रम् इको गुणवृद्धिः स्पष्टीकरणार्थम् आगत्य एकः स्थाने एव, भोः पश्यतु अत्र एकः स्थाने एव अत्र गुणः वा वृद्धिः वा भवति इति अत्र सूचयति. अतः सार्वधातुक अर्धधातुकयोः किमपि अत्र सूचनं न भवति निमित्तं किम् इति. उभन्तलघूपदस्य च अत्र अपि निमित्तमस्ति. उभन्तलघूपदस्य यत्र लघु इक् भवति तत् स्थाने एव गुणः भवति इति एतत् सूत्रमपि सूचयति. परन्तु अत्र इकः गुणवृद्धिः अत्र पश्यतु, भोः अत्र पश्यतु, इकः स्थाने एव गुणः वा वृद्धिः वा भवति इति अत्र स्पष्टीकरणार्थं समीचीनतया अवगमनार्थम् अत्र इको गुणवृद्धि इति सूत्रं पूर्णतया आगच्छति, पूर्णतया अनुवृत्तिः. न धातुलोप आर्धधातुक इत्यस्मात् न इत्यस्य अनुवृत्तिः. अत्र अनुवृत्तिसहितसूत्रं णिति च इकः गुणवृद्धिः न इकः गुणः वृद्धिः इति सूत्रमपि आगच्छति चेत् अत्र णिति च इति सूत्रम् आगत्य किमपि कार्यं नास्ति इति अत्र त्यक्तवन्तः. णिति च इति निषेधकसूत्रम्, इकः वा गुणः वा इकः स्थाने गुणः वा वृद्धिः वा न भवति इति अत्र एतत् निषेधकसूत्रम् आगत्य कार्यं करोति. इदानीम् अत्र महालक्ष्मी अस्ति वा? आं माता, हरि ओम् अस्मि मा. हरि ओम्. एतदपि बहु मुख्य परिच्छेदः अस्ति, यत्र गुणः भवति यत्र गुणः न भवति. एतत् णिति च नास्ति, पित् अस्ति अपित् अस्ति, एतदेव. अस्तु, शान्ता भगिनी पठतु. नमस्कारः. नमस्कारः. पित्सु गुणः अपित्सु गुणनिषेधः इति अधुना अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञकाः, तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपित् सन्ति नाम ये पित् न सन्ति तेषां द्वारा गुणकार्यं निषेधं न सम्भवति एव. तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एकद्वारा गुणकार्यं सिद्ध्यते. विकर्णप्रत्ययेषु क कप्रत्ययः शिप् अपि पिट् अपि अस्ति केवलं शप् शन् स्नु श स्नम स्नम् स्ना च षित् सन्ति किन्तु अपित् सन्ति अतः येषाम् उपस्थितो गुणकार्यं निषिद्धम् तर्हि शप् कुत्र लभ्यते केवलं द्वादिगणे चुरादिगणे च अङ्गकार्ये गुणः सम्भवति केवलं द्वादिगणे चुरादिगणे च द्वादिगणे नीचि अनुबन्धलोप सोरि द्वादिगणे यत्र धातुः इगुपदः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः यतः शप् इत्यस्मात् पूर्वं निच् भवति निचि अनुबन्धलोपं कृत्वा ई इत्यनेन अविशिष्यते तत्र शपः आगमने तस्य इकारस्य गुणः भवति अस्मिन् विषये सुरादिगणस्य पाठे इतोपि द्रक्ष्यामः अधुना तावत् अवगच्छन्तु यत् शपः प्रभावेन अङ्गे गुणकार्यं भवति भवादौ चुरादौ एव वस्तुस्थितिः एवं सार्वधातुकम् अपित् इति सूत्रं वदति यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि सप्रत्ययः इत्वत् इत्तिव भवति किङ्किति च इति सूत्रं वदति यत् प्रत्ययः ङित् चेत् तर्हि केन प्रत्ययेन प्रत्ययेन गुणः निषिद्धः अस्ति अतः सूत्रद्वयेन विचारः सिद्धः यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि तस्य प्रत्ययस्य प्रभावेन गुणः न भवति श्रूयते वा अत्र गुणकार्यं द्वौ स्तः एकस्मिन् पक्षे पित्सु अपि अन्यस्मिन् पक्षे अपित्सु इति अस्ति अत्र मया सूचितं पूर्वमेव तीतः अन्ति सीतः त मी वहमः अत्र ती सी मी तित् अस्ति तः अन्ति तः त वस्मस् एतत् अपित् अस्ति यत्र अपित् अस्ति तत्र गुणनिषेधः केन सूत्रेण गुणनिषेधः निति च इदानीमेव पठितवन्तः खलु गुणकार्यं केन सूत्रेण भवति सार्वधातुक अर्धधातुकयोः इत्यनेनैव भवति इदानीं पठेम पित्सु गुणः अपित्सु गुणः नास्ति इति अधुना अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः षित् प्रत्ययाः सार्वधातुकसंज्ञकाः भवति षित् अस्ति चेत् तेषु च तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति पित् अस्ति चेत् गुणकार्यं सम्भवति ये अपित् सन्ति नाम ये पित् नास्ति ये पित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव तर्हि यः प्रत्ययः षित् भवति षित् अपि अस्ति पित् अपि अस्ति तस्य द्वारा गुणकार्यं सिद्ध्यते विकर्णप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति केवलं शप् अस्ति चेत् कर्तरि शप् इति भवति तत् स्थाने शप् अस्ति चेत् अत्र गुणकार्यं भवति परन्तु ष्यन् स्नु च स्नम् स्न च हित् सन्ति खलु किन्तु अपि सन्ति एतत्तु आर्धधातुकप्रत्ययमस्ति अत्र उक्तं वा न उक्तं वा इति न अहं जानामि परन्तु अत्र एतत् हित् सन्ति परन्तु अपि सन्ति अतः तेषाम् उपस्थितौ गुणकार्यं निषेधम्। तर्हि सप् कुत्र लभ्यते? केवलं भुवादिगणे। केवलं चुरादिगणे अनन्तरं भुवादिगणे एव शप् प्रत्ययं कार्यं करोति। वयं पूर्वं दृष्टवन्तः एव एतद् विषये। अङ्गकार्यं गुणः सम्भवति केवलं भुवादिगणे चुरादिगणे च। भुवादिगणे यत्र धातुः म्यूट् करोतु सर्वे। यत्र धातुः इग् उपदः वा इगन्तः वा इग् उपदः सूत्रं किम्? इग् उपदः सूत्रं किम्? वदतु कोऽपि वदतु। इग् उपदः अस्ति चेत् अत्र केन सूत्रेण? इको एणचि अमा न उपदायु उपदा इति अस्ति खलु पुहन्तलघूपदस्य च। अनन्तरम् इगन्तः अस्ति चेत् इदानीमेव इको गुणवृद्धिः इगन्तः इक् इको गुणवृद्धिः। अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः अपि कार्यं कर्तुं सूत्रमपि प्रसक्तिः भवति। तत्र अङ्गे गुणकार्यं भवति, चुरादिगणे अपि शप् गुणकार्यं भवति, किन्तु क्रमः किञ्चित् भिन्नः भवति। यतः शप् इति अस्मात् पूर्वं नित् भवति। नित् कुत्र भवति? नित् इति प्रत्ययं कुत्र भवति? अपित् कार्ये भवति। इको गुणवृद्धिः इति सूत्रेण भवति, क्रमे भवति, पठामि पाठयामि चुरादिगणे भवति एव। चुरादिगणे निच् भवति, निच् चुरादिगणे एव भवति। मया बहुवारम् उक्तम् एव, पठामि पाठयामि पाठयामि अत्र निच् इत्यनेन एव भवति। निच् अनुबन्धलोपे कृत्वा नकारः चुटु इत्यनेन एतु भवति, इकारः चकारः हलन्त्यं तस्य लोपः इत्यनेन एतु भवति, अनन्तरम् अत्र ई एव तिष्ठति। एतत् ई पठामि इति अस्ति चेत् पठामि अत्र अत उपादायः इति पाठ अत अतो गुणे इत्यनेन पाठ भवति, अनन्तरम् ई निच् मध्ये ई एव तिष्ठति, पाठी इति भवति। पाठी ताता नास्ति, पाठी इत्येव भवति। एतत् पाठी एव निच् प्रत्ययं भवति। अनन्तरं पाठी इकारस्य स्थाने गुणः भवति, सार्वधातुक अर्धधातुकयोः इत्यनेन पाठे भवति। अनन्तरम् एकारस्य स्थाने अयादेशः भूत्वा पाठय इति भवति, ति योजनेन पाठयति इति भवति। इदानीम् अत्र शपः आगमनेन तस्य इकारस्य गुणः भवति। अस्मिन् विषये चुरादिगणस्य पाठे इतोपि द्रक्ष्यामः। अधुना तावत् अवगच्छन्तु यत् शपः प्रभावेन अङ्गे गुणकार्यं भवति, भुवादौ चुरादौ एव गुणकार्यं भवति। पाठयति इति अग्रे आगच्छति एव, क्रमेण गच्छेम, चिन्ता मास्तु। ओ पाठयति इति कथम् आगच्छति अत्र? किञ्चित् एतत्तु अत्रापि किं भवति, अस्मिन् विषये चुरादिगणविषये पाठे इतोपि द्रक्ष्यामः अग्रे आगच्छति एव। निच् इति मनसि स्थापयतु। निच् इति कुत्र भवति? निश्चये द्वादशप्रत्ययं सन्ति खलु, द्वादशप्रत्ययं सन्नन्तं मया बहुवारं ग्रूप् मध्ये प्रेषितं बहुवारम्। अत्र द्वादशसन्नन्तप्रत्ययाः सन्ति, तत्र एव अमौ 12 एकमेव निच् अस्ति, द्वादशसन्नन्तप्रत्ययमस्ति, तत्रैव निच् भवति. एतत् निच् एव पठामि इति अस्ति चेत् पाठयामि, पाठयामि इति अत्र दीर्घं भवति. एतदेव अत्र निच् इति भवति. इदानीम् अत्र महालक्ष्मी पठतु. वस्तुस्थितिः एवं सार्वधातुकम् अपीत् इति सूत्रं वदति यत् सार्वधातुकप्रत्ययः अपीत् अस्ति चेत् तर्हि सः प्रत्ययः निद्वत् बहुवारं वयं पठितवन्तः. निद्वत् निद्वत् इत्युक्ते किं? गुणनिषेधः भवति. निद्वत् इति इदानीमेव स्निति च इति पठितवन्तः खलु, स्निति च. अत्र निद्वत् इति भवति चेत् निति च इत्यनेन निद्वत् भवति अथवा गुणनिषेधः. बहु प्रसिद्धम् अस्ति सार्वधातुकम् अपीत्. अपीत् इति अस्ति चेत् अत्र अपीत् अस्ति चेत् अत्र किं न कार्यं करोति? गुणकार्यं न करोति. गुणकार्यं न करोति. उत्तमम्. हा, अग्रे पठतु. नित् इव भवति. निति च इति सूत्रं वदति यत् प्रत्ययः नित् चेत् तर्हि तेन प्रत्ययेन गुणः निषीदः अस्ति. अतः सूत्रद्वयेन विचारः सिद्धिः यत् सार्वधातुकप्रत्ययः अपीत् अस्ति चेत् तर्हि तस्य प्रत्ययस्य प्रभावेन गुणः न भवति इति. उत्तमम्. अत्र सार्वधातुकम् अपीत् अस्ति, अपीत् अत्रैव उत्तरमस्ति. अपीत् अस्ति चेत् गुणनिषेधः. अनन्तरम् अत्र स्निति च इति सूत्रमपि वदति गुणकार्यं न भवति. अत्र निद्वत् यत्र भवति तत्र गुणनिषेधः भवति इति. तत्र धात्वादेशः इति भवति, धात्वादेशः. अत्र गोतमल् पठतु. गोतमल् अस्ति वा? अस्मि अस्मि पठतु. हलो, तामरी पठतु. तामरी अस्ति वा? अस्मि भगिनि. धातोः एकस्य भागस्य आदेशः न अत्र पञ्चमबिन्दुः खलु, पञ्चमबिन्दुः तत्र आरभ्य पठतु. धात्वादेशः शबादीनां शप् आदीनाम् आगमनस्य कारणतः यदा कदा धातो आदेशः विहितः भवति नाम पूर्णधातोः स्थाने अन्यत् रूपम् आयाति यथा पा प्लस् पा अधिकं शप् इति पिब् आदेशः पिब् अधिकं शप् पिब् अधिकम् आ पिब् इति अङ्गसिद्धम् लटि पिबति तथैव शपः उपस्थितो सा धातोः स्थाने तिष्ठ ग्रा स्थाने जिग्र दा स्थाने यच्छ दृश्यस्थाने पश्य धातोः एकस्य भागस्य आदेशः चेदपि चेतापि हलो दिस् चेञ्ज् भगिनि कुड् यु प्लीस् हैलैट् वाट् ऐ शुड् रीड् धातोः हलो पठतु पठतु अङ्गस्य सिद्ध्यर्थं धातोः ओके ओके धातोः धातोः एकस्य भागस्य एकस्य भागस्य आदेशः चिदपि दिस् इस् गेटिङ्ग् चेञ्ज् चिदपि धात्वादेशः इत्युच्यते यथा शपि परे गम् धातो मकारस्य स्थाने चकारादेशः तदा इत् इच् आगमः गम् अधिकं शप् गच् अधिकं शप् गच् अधिकम् आ गच्छ गच् अधिकम् आ गच् अधिकम् आ गच् इत्यङ्गं सिद्धम् गच्छ इति भवति गच्छ इति भवति आयोजनेन गच्छ एव अत्र सिद्धं गच्छ इत्येव सिद्धम् इदानीं धात्वादेशः धातुः अस्ति अत्र आदेशः किं किं कार्यं करोति इति धात्वादेशः इति अस्ति शप् अस्ति शपादीनां शप् आदीनाम् आगमस्य आगमनस्य कारणतः यदा कदा धातो आदेशः विहितः भवति नाम पूर्णधातोः स्थाने अन्यत् रूपम् आयाति यथा पा योगः शप् पिब इति भवति एतत् बृहत् सूत्रमस्ति तत् कारणेन एव अत्र सिद्धरूपेण पिब इति स्वीकुर्मः केन सूत्रेण सर्वे जानन्ति उत्तमम् उत्तमं पा ग्राद् मा इत्यनेन एव अत्र सिद्धरूपेण पा इति अस्ति चेत् अत्र पिब इति भवति अनन्तरं पिब योगः शप् अकार तिष्ठति अत्र पिब् इति अस्ति चेत् अत्र अकारयोजनेन पिब इति भवति इति अङ्गं सिद्धं तदेव अत्र ति योजनेन पिबति इति भवति सः पिबति ते पिबन्ति इति भवति तदेव शपः उपस्थितौ सा धातोः स्थाने तिष्ठ इति भवति तत्र अपि पाग्राद्मा इति भवति अनन्तरम् अत्र ग्रास्थाने जिग्र पाग्राद्मास्ता इत्यनेन एव अत्र दास्थाने गच्छ यच्छ इच्छ इति अत्र अस्ति अत्र एकं सूत्रं सर्वे जानन्ति एव बुधवासरवर्गः यः तिष्ठति ये तिष्ठन्ति ते जानन्ति किं भवति अत्र प्रसिद्धसूत्रमस्ति रमामणि अस्ति चेत् सः वक्तुं शक्यते उत्तमं सा उक्तवती अन्तलक्ष्मी एव खलु अनन्तलक्ष्मी उत्तमं यीशु गमीयमांशः अनन्तरम् अन्यसूत्रमपि अस्ति तत्र अन्यसूत्रमपि अस्ति प्रसिद्धसूत्रं चे च इत्यनेनैव तकारः भवति खलु एतत् द्वौ सूत्रौ बहु प्रसिद्धसूत्रमस्ति अतः एव इच्छति गच्छति यच्छति इति सूत्रम् इषु गमि यमाम् इषु इच्छति गमि गच्छति इषु गमि यमां यच्छति इति सूत्रमस्ति इषु गमि यमां चः इति अस्ति तत्र चः स्थाने चेत् च इत्यनेन चकारः भवति तकारः भवति एतत् मिलित्वा अत्र कार्यं करोति गच्छति अग्रे पश्यामि एतद् विषये गच्छति इति भवति तदेव अत्र गच्छ धातु अस्ति चेत् धातु किम् अस्ति अत्र गम् अत्रैव अस्ति उत्तरं गम् इति धातु अस्ति अनन्तरं गच्छ भवति आयोजनेन गच्छ भवति आ किमर्थम् आगच्छति अत्र अस्ति अनुबन्धलोपानन्तरम् अकारः तिष्ठति गच्छ इति अङ्गं सिद्धम् अत्र आरम्भसमये सप्तवादने केऽपि न आगतवन्तः मम कृते क्लेशः आगतः मम अस्वस्थ अस्मि अहं निद्रामपि स्वीकरणीयं वैद्यः उक्तवान् पूर्णतया अत्र निद्रां करोतु इति एतत् त्यक्त्वा एव अहं वर्गाय आगमिष्यामि किञ्चित् क्लेशः मम कृते अपि अस्ति परन्तु एतत् सर्वाणि कार्याणि अत्र निद्रां त्यक्त्वा एव अहम् अत्र वर्गाय आगन्तुं शक्यते परन्तु अत्र केऽपि न आगतवन्तः सप्तवादने मम कृते किं चिन्तनम् आसीत् अत्र स्वरूप् महोदय वाट्सप् द्वारा सिन्स् नो वन् अस् टर्न्ड् अप् इन् समयः दिस् वर्गः इस् गेटिङ्ग् केन्सल्ड् इति स्थापयित्वा अहमपि गच्छामि निद्रां करोमि आनन्दरूपेण इति मनसि चिन्तनं भवति एव अनन्तरम् एकः आगच्छति चेदपि स्वर्गं चालयिष्यामि इति चिन्तयित्वा तिष्ठन्ति स्म अतः सर्वे समये आगच्छन्तु सर्वेषां कृते अपि अत्र गृहकार्यमस्ति अत्र बाल्बच्चं गृहे अस्ति एव एतत् सर्वाणि अहं ज्ञातवन्तः एव सर्वे ज्ञातवन्तः अहमपि जानामि एव परन्तु एतत् सप्ताहे एकमेव वर्गः प्रति रविवासरे सप्तवादन आरभ्य अष्टवादनपर्यन्तमेव अतः किञ्चित् प्रयत्नं करोतु समये आगमनार्थम् अत्र बहु मुख्यवार्ता अस्ति अस्तु अस्तु अहम् अग्रे वदामि इदानीमत्र अङ्गकार्यं गच्छ इति अङ्गं सिद्धम् अतः कृपया मम प्रश्नः किमस्ति अत्र रिक्वेस्ट् शृणोतु समये सर्वे आगच्छन्तु इदानीमत्र गोधमल् पठितुं शक्यते वा आमा पठतु अङ्गस्य सिद्धार्थम् अपराणि कार्याणि इमानि कार्याणि अपि अवधेयानि अत्र परिचयः दास्यते गच्छता कालेन सर्वं ज्ञास्यामः शपि परे धातो धातौ इन् इत्यस्य लोपः यत दं दश योगः शप् दश इत्यङ्गं सङ् योगः शप् सत् इत्यङ्गम् अजादौ प्रत्यये परे धातौ नुम् आगमः यत जप् योगः शप् आ जम्प् इत्यङ्गम् क्षिति परे धातौ स्वरदीर्घः यत सिष्टः योगः शप् शीर्ष इत्यङ्गमः नेक्स्ट् हलो पठतु पूर्णतया पठतु पूर्णतया पठतु एवं च एवं च अदन्तम् अङ्ग कथं सिद्धम् इति अस्माभिः अत्र दृष्टम्। वस्तुतः अनदन्तम् अङ्गम् अपि अनाय रीत्या सिद्धं भवति। सिद्धान्तः समानः। अस्मिन् पत्रे केवलम् अदन्तानि अङ्गानि अवलोकितानि। उत्तमं, समीचीनतया पठितवती। अत्र पश्यतु, इमानि कार्याणि अपि अवधेयानि। अत्र परिचयः दास्यते, गच्छता कालेन सर्वं ज्ञास्यामः। अत्र एकं सुभाषितानि अपि अस्ति, आचार्येण पादं, सः पाठिनः पादं, स्वमेधया पादं, कालक्रमेण पादम् इति अस्ति। इदानीम् अत्र किम् उक्तम्? ज्ञास्यामः, गच्छता कालेन सर्वं ज्ञास्यामः। एतत् झटिति अत्र किमपि वक्तुं न शक्यते एव। पठन्ति चेत् अत्र स्मरणमपि भवितुम् अर्हति। इदानीम् अत्र इच्छति इति सूत्रं किम् इति झटिति अनन्तलक्ष्मी उक्तवती। तस्याः मनसि एतत् स्मरणं भवति, इषुगमियमां चः इत्यनेन कार्यं करोति इति। अत्र कालक्रमेण एव सा पठितवती पूर्वं, यः ये इतः पर्यन्तं न पठितवन्तः, कालक्रमेण ज्ञास्यामः, गच्छता कालेन एतत् सर्वं ज्ञास्यामः। इदानीं शपि परे धातौ न इन् इत्यस्य लोपः, यथा दंश् इति भवति, दश नास्ति, दंश्। दश इति सर्पविषये एव अस्ति, सर्पं दशति, स्नेक् बैट् इति भवति। इदानीं दंश् इति भवति, अत्र यत्र शप् भवति तत्र दश इति अङ्गं भवति। किमर्थं चेत् अत्र नकारस्य लोपः, अनुस्वारः, नकारः, ऊनुस्वारः इत्यनेन अनुस्वारः भवति, दश इति अङ्गं। सञ्ज् अपि अस्ति, तत्र अपि अन्तिमवर्णः, पञ्चमवर्णः लुप्यते, लोपः भवति, अतः सज् इति अङ्गम्। अजादौ प्रत्ययपरे धातौ नुम् आगमः, अत्र सूत्रं न दत्तं, परन्तु अत्र इदितौ नुम् धातोः, यत्र इत् भवति तत्र नुम् आगमः भवति। आगमः शत्रुवत्व मित्रवत्व, मित्रवत् उत्तमं, मित्रवत्। अनन्तरम् अत्र यथा जब् अस्ति, अत्र शका शप् अस्ति, अकारः तिष्ठति। इदानीम् अत्र इदितोनुं धातोः नुम् आगमः, प्रथमपङ्क्तिः पश्यतु, नकारः लुप्यते, नकारः लुप्यते इति भवति। एकनिमिषम्, अत्र प्रथमपङ्क्तिः अत्र नकारः ईतु भवति, द्वितीयपङ्क्तिः नकारः आगच्छति। केन सूत्रेण इति न तत्र न दत्तं, परन्तु लिखतु, इदितोनुं धातोः इत्यनेन एव अत्र सर्वे लिखन्तु, इदितोनुं धातोः इत्यनेन एव अत्र नुम् आगमः भवति, अतः जम्ब् इति अङ्गं, जम्ब। क्षितिपरे धातौ स्वरः दीर्घः, तृतीयपङ्क्तिः, यथा स्ट्यू इति अस्ति चेत् अत्र शप् योजनेन, अनन्तरं स्ट्यू इति अस्ति चेत् अत्र स्टीव् इति भवति, इति अङ्गम्। स्थिति परे स्वरः दीर्घः भवति, इकारस्य स्थाने ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भवति, एतत् सर्वाणि अङ्गकार्यम्। अत्र दीर्घः भवति, एवं च अदन्तम् अङ्गं कथं सिद्धम् इति अस्माभिः अत्र दृष्टम्। वस्तुतः अनदन्तम् अङ्गम् अपि अदन्तम् अङ्गमस्ति, अत्येव अङ्गमस्ति राम इति शब्दस्य अकारः श्रूयते अदन्तम् अङ्गम्, किञ्चित् स्थाने अकारः न श्रूयते, एतत् हलन्तम् अस्ति, तस्य समये अनदन्तम् अङ्गम् अपि अनया रीत्या सिद्धं भवति। सिद्धान्तः समानः, अस्मिन् पत्रे केवलम् अदन्तानि अङ्गानि अवलोकितानि। इदानीं वयं अदन्तानि अङ्गानि एव वयं दृष्टवन्तः। इदानीम् अत्र अग्रे गच्छेम, इतः पर्यन्तं प्रश्नः उदेति चेत् पृच्छतु। प्रश्नः उदेति वा? प्रश्नः अस्ति वा? आम्, प्रश्नः नास्ति चेत् अग्रे गच्छेम। प्रश्नः नास्ति खलु? इदानीं द्वितीयमस्ति, अत्र शान्तभगिनी पठतु एतावता। शान्तभगिनी अस्ति वा? आम्, एतावता अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्। अङ्गकार्येषु एकं प्रमुखं कार्यं गुणकार्यम्। पाणिनेः धातुपाठे गुणस्य महत् नृत्यम् अस्ति, इदमेव गुणस्य नृत्यं सर्वत्र धातुपाठे व्याप्तम्। वस्तुतः नृत्यं सरलमेव, अङ्गम् अजन्तं स्वरान्तम् अस्ति चेत् अन्तिमे स्वरे गुणः अर्हः, अङ्गम् हलन्तं चेत् गुणः उपधायां सम्भवति। प्रथमम् अङ्गकार्यस्य प्रसङ्गः कः, कस्मिन् सन्दर्भे भवति इति कश्चन चिन्तनक्रमः अस्ति। धातुभ्यः के प्रत्ययाः आयान्ति, अपि च केन क्रमेण चिन्तनक्रमम्। इदानीम् अत्र अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्। आ इति आगच्छति, अनन्तरं सञ्ज् वञ्ज् इति वयं जम्ब् इति दृष्टवन्तः, वद् अनन्तरम् अत्र भू धातु, एतत् अङ्गकार्यं प्रमुखं कार्यं गुणकार्यम् अत्र भवति। पाणिनेः धातुपाठे गुणस्य महत् नृत्यम् अस्ति, नृत्यं नटनं भवति, बहु नृत्यं भवति, इदमेव गुणस्य नृत्यं सर्वत्र धातुपाठे व्याप्तं, सर्वत्र अत्र नटनमेव भवति, किञ्चित् स्थाने गुणः भवति, किञ्चित् स्थाने गुणः न भवति, एकः निषिद्धः भवति, अत्र नटनं भवति एव। वस्तुतः नृत्यं सरलमेव, अङ्गम् अजन्तं स्वरान्तम् अस्ति चेत् अन्तिमे स्वरे गुणः अर्घः, अङ्गं हलन्तं चेत् गुणः उपधायां सम्भवति। अत्र उपधायामेव अत्र कार्यं भवति इति वयं दृष्टवन्तः पूर्वतलगुपदस्य च इत्यनेन। इदानीं प्रथमम् अङ्गकार्यस्य प्रसङ्गः कः इति, कस्मिन् सन्दर्भे भवति इति कश्चन चिन्तनक्रमः अस्ति, एतत् किं भवति इति पठेम। ये चिन्तनक्रमः कथं भवति इति वयं जानीमः, पुनरपि तत्र दत्तमेव। पठतु अनन्तलक्ष्मी, पठतु। चिन्तनक्रमः, मनसि कश्चन धातुः अस्ति अपि च कश्चन लकारः विवक्षितः यथा वर्तमानकाले इष्टे सति लट् लकारः एवं च धातुः योगः लट् लट् स्थाने तिङ् सम्यकः प्रत्ययः प्रथमपुरुषमेकवचने प्रथमपुरुषैकवचने द्विवचनेतः बहुवचने अन्ति मध्यमपुरुषे सि धः उत्तमपुरुषे मि वह मह अधुना स्थितिः एवं धातुतः तिङ् प्रत्ययः स च तिङ् प्रत्ययः सार्वधातुकसंज्ञकः तिङ् सित् सार्वधातुकम् इत्यनेन सूत्रेण अपि च कर्तार्थकः कर्ता इति अर्थः यस्य सः कर्तर्थकः प्रत्ययः यदि धातुतः प्रत्ययः विहितः अपि च सः प्रत्ययः सार्वधातुकसंज्ञकः कर्तर्थकः तिङ्संज्ञकः च तर्हि तस्यां दशायां धातुप्रत्ययोः मध्ये विकरणप्रत्ययः विहितः अस्ति कर्तरि शप् इत्यनेन सूत्रेण अधुना धातुः योगः विकरणप्रत्ययः योगः तिङ्संज्ञकः प्रत्ययः धातुः योगः विकरणप्रत्ययः योगः तिङ्प्रत्ययः इत्येषां संयोजनेन क्रियापदं निषद्यते यथा वादः निष्पद्यते यथा वद् योगः लट् इत्युक्ते वद् योगः ति इत्युक्ते वद् योगः शप् योगः ति इत्युक्ते वद् योगः आयोगः ति इत्युक्ते वद् योगः ति वदति महोदय म्यूट्ल क्षम्यताम् अहं म्यूट् मध्ये आसम् अत्र सर्वे जानन्ति खलु मनसि कश्चन धातुः अस्ति अपि च कश्चन लकारः विवक्षितः लकारः किम् अस्ति इति विवक्ष अस्ति लट् भवति वा लोट् भवति वा विधिलिङ्ग् भवति वा इति अत्र क्रमः भवति अस्माकं कृते किं भवति इति चेत् अत्र विवक्षा एव भवितव्यं वर्तमानकाले इष्टे सति लट् लकारः अस्ति इति श्रूयते खलु इदानीं श्रूयते लट् स्थाने तिङ्गसंज्ञकः प्रत्ययः सिक्तस्ति सिक्तस्त इति अस्ति तिङ्प्रत्ययः प्रथमपुरुष एकवचने ति द्विवचने तः बहुवचने अन्ति मध्यमपुरुषे सि तः त उत्तमपुरुषे मी वहमः सर्वे जानन्ति एव बहु किम् अस्ति अत्र कौशलः भवति इदानीम् अधुना स्थितिः एवं धातुतः तिङ् प्रत्ययः स च तिङ् प्रत्ययः सार्वधातुकसंज्ञकः तिङ् तिंशित् सार्वधातुकं तिंशित् अस्ति चेदेव सार्वधातुकं भवति. अनन्तरं अपि च कर्तरर्थकः कर्ता इति अर्थः यस्य सः कर्तरर्थकः प्रत्ययः यदि धातुतः प्रत्ययः विहितः अपि च प्रत्ययः सार्वधातुकसंज्ञकः कर्तरर्थकः तिङ्संज्ञकः च तर्हि तस्यां दशायां धातुप्रत्ययोः मध्ये विकर्णप्रत्ययं विहितः अस्ति कर्तरि शप् इत्यनेन सूत्रेण सर्वे जानन्ति एव. अतः एव अत्र इदानीं किं भवति धातुः योगः विकर्णप्रत्ययः योगः तिङ्प्रत्ययः अनेन एव अन्तिमरूपं भवति. इदानीं वद् इति धातुः अस्ति लट्लकारः अनन्तरमत्र ति इति विवक्षा अस्ति प्रथमपुरुषे एकवचनविवक्षा अस्ति. इदानीं शप् विकर्णप्रत्ययम् आगत्य कार्यं करोति. वद् इति अस्ति अकारयोजनेन वद इति भवति ति योजनेन वदति इति अन्तिमरूपं भवति. इदानीमत्र बि एतत् पर्यन्तम् अत्र महालक्ष्मी पठतु. अम्मत एवं च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति. प्रथमः विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम्. द्वितीयः तिङ्संज्ञकप्रत्ययः सिद्धिः. तृतीयः तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्ययोः मेलनम्. अस्माकम् अवधानम् इदानीं प्रथमे सोपाने अस्ति. विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं यत् कार्यं धातोः भवति यस्य कृते विकरणप्रत्ययः कारणम् अस्ति तत् कार्यं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं. भुवादिगणे तत् अङ्गकार्यं त्रिविधा. प्रथमः गुणकार्यम् एकनिमिषम् इदो आड् वन्दिति मध्ये क्षम्यताम्. प्रथमः गुणकार्यमः द्वितीयः धातवादेशः तृतीयः धातोः अन्याः विकृतयः. अस्मिन् करपत्रे केवलं गुणकार्यं पश्येम. धातवादीशस्य अपरस्य च काचित् चर्चा जाता पूर्वतनकरपत्रस्य अन्तिमे भागे. अग्रे च विस्तृतरूपेण भविष्यति. अग्रे अपि पठामि. अत्र बिन्दुद्वयम् अवधेयम्. प्रथमं विकरणप्रत्ययं निमित्तं मत्वा धातुः एव अङ्गं नामधातोः एव अङ्गकार्यं वर्तते. द्वितीयं धातोः अङ्गकार्यं किम् नामविकरणप्रत्ययं निमित्तीकृत्य किं कार्यं भवति इतः अग्रे उपरि दत्तम्. अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः. केवलं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अवलोकयाम. किन्तु मनसि अवधातव्यं यत् तदा एतत् कार्यं सम्भवति यदा तस्मात् पूर्वं लकारः विविक्षितः अपि च लकारस्य स्थाने तिङ्संज्ञकप्रत्ययः निधीयते. अतः एतत् सर्वं न उच्यते किन्तु मनसि स्यात्. अग्रे अपि अस्तु धन्यवादः. समीचीनतया पठति अधः इति समीचीनतया पठति. अतः नास्ति अधः. अधः इत्युक्ते अग्रे आयाति नीचे दत्तम् इति. अस्तु बहु सम्यक्तया पठितवती. तिङ् इदानीमत्र इदानीमत्र पश्येम एवञ्च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति विघ्नप्रत्ययं निमित्तीकृत्य कार्यं तिंशिद् एतत् कार्यम् अनन्तरं तिङ्संज्ञकप्रत्ययनिमित्तिक अङ्गकार्यम् अङ्गमिति कथं भवति इति तत्र दत्तम् अस्माकम् अवधानम् इदानीं प्रथमसोपाने अस्ति विकर्णप्रत्ययः विकर्णप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति यत् कार्यं धातौ भवति यस्य कृते विकर्णप्रत्ययः कारणमस्ति तत् कार्यं विकर्णप्रत्ययनिमित्तीकृत्य अङ्गकार्यं गुवादिगणे तत् अङ्गकार्यं त्रीणि विधानि सन्ति अत्र गुवादिगणे किं किम् अस्ति गुणकार्यं भवति धातु आदेशः भवति धातौ अन्याः विकृतयः प्रकृतिविकृति इति अस्ति प्रकृति इति स्वर्णम् अस्ति अत्र विकृति इति आभूषणं भवति अतः विकृतयः धातौ अन्याः कार्यमपि अत्र विकृतयः अस्मिन् करपत्रे केवलं गुणकार्यं पश्येम धातु आदेशस्य अपरस्य च काचित् चर्चा जाता पूर्वतनकरपत्रस्य अन्तिमे भागे अग्रे च विस्तृतरूपेण भविष्यति इदानीम् अत्र किं किं कार्यं भवति इति विस्तृतरूपेण विस्ताररूपेण पश्येम अत्र बिन्दुद्वयम् अवधेयं टु पायिण्ट्स् अत्र मनसि मनसि स्थापनीयमेव प्रथमं विकर्णप्रत्ययं निमित्तीकृ विकर्णप्रत्ययं मत्वा अत्र चिन्तयित्वा धातुः एव अङ्गं नाम धातोः एव अङ्गकार्यं भवति द्वितीयं धातोः अङ्गकार्यं किं नाम विकर्णप्रत्ययं निमित्तीकृत्य किं कार्यं भवति इति अतः आ इति शप् अस्ति चेत् आवय आ एव तिष्ठति विकर्णप्रत्ययं सर्वे जानन्ति एव अत्र चिन्तनकर्मं पुनः न वक्ष्यामः सर्वं जानन्ति एव विकर्णप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अत्र अवलोकयामः किन्तु मनसि अवधातव्यं यत् तदा एतत् कार्यं सम्भवति यदा तस्मात् पूर्वं लकारः विवक्षितः अपि च लकारस्य स्थाने तिङ्गसञ्ज्ञकप्रत्ययः विधीयते लकारः लट् अस्ति चेत् लट् लोट् अनन्तरम् अत्र विधिलिङ्ग् अस्ति चेत् तूतात् तामन्तु इति भवति अत्र विवक्षा एव अस्ति अत्र अतः एतत् सर्वं न उच्यते किन्तु मनसि स्यात् कुत्र कुत्र भवति इति इतपर्यन्तं किञ्चित् क्लेशः संशयः अस्ति वा अस्ति चेत् पृच्छतु एतत् सर्वं सरलमेव वयं पठितवन्तः एव अस्तु इदानीम् अत्र सन्ध्या भगिनी पठितुं शक्यते वा आं महोदय पठतु ज्ञायते यत् अङ्गम् अजन्तं चेत् अन्तिमे स्वरे गुणः अर्हः अङ्गम् अङ्गं हलन्तं चेत् गुणः अपदायां च सम्भवति अस्मिन् प्रथमे सोपने धातुः एवम् अङ्गं धातवः द्विविधाः यथा अजन्तशब्दाः हलन्तशब्दाः च सन्ति तथैव अजन्तधातवः हलन्तधातवः च सन्ति द्वयोः धातु प्रकारयोः अङ्गकार्यं कीदृशम् इति लक्षयित्वा इदं भागद्वयं कल्पितं ततः अग्रे च अजन्तधातवः पुनः नव उपविभागेषु अकारान्ताः धातवः आकारान्ताः धातवः इकारान्ताः धातवः ईकारान्ताः धातवः उकारान्ताः धातवः ऊकारान्ताः धातवः ऋकारान्ताः धातवः ऋकारान्ताः धातवः एजान्ताः धातवः एतत् विषये अहं पूर्वमेव मया उक्तम् एतत् पूर्वम् अत्र क्रमेण नास्ति एव ये अकारान्तः वा आकारान्तः वा इकारान्तः वा ईकारान्तः वा इति नास्ति मया उक्तं खलु केन अत्र तया एतत् अत्र पृथक्तया दत्तम् कोऽपि वक्तुं शक्यते वा? बहुवारं मया उक्तं कया एतत् अत्र पृथक् रूपेण दत्तम् पुष्पादीक्षितमहोदयेय एव सा एव अत्र जीवति एव सः जीवति एव नार्थ् अत्र नार्थ् सैड् मध्ये उत्तरदेशे सा वसति एव अत्र गूगल् मध्ये पश्यतु पुष्पादीक्षित महोदय पुष्पदीक्षितः कृपया तस्याः आरोग्यं सम्यक् नास्ति एव मम न सम्यक् अस्ति किमर्थं सम्यक् एव तिष्ठति एव प्रतिदिनं पाठयति एव प्रतिदिनं पाठयति गूगल् मध्ये पश्यति यूट्यूब् मध्ये पश्यति प्रतिदिनं पाठयति अत्र बोर्ड् किम् अस्ति चेत् स्लेट् अस्ति खलु अस्माकं शिशुवकसमीपे स्लेट् अस्ति खलु एतत् एव स्वीकृत्य पाठयति पश्यामि इदं यूट्यूब् मध्ये अद्य अपि पश्यतु सा पाठयति एव सा एव अत्र अकारान्तः आकारान्तः इकारान्तः ईकारान्तः पृथक् पृथक्तया अत्र धातुः किं किम् अस्ति इति दत्तं बहु सुलभतया वयं सर्वम् अवगन्तुं शक्यते एव अस्तु शान्ता भगिनी अत्र अन्तिमश्लोकं वदतु ॐ सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः